सरस्वती महाभागे विद्ये कमले लोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तुते येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ओं श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। गतसप्ताहे वयं तत्र सार्वधातुकलकाराः अर्धधातुकलकाराः तेषाम् अधिकचिन्तनम् इति विषये तत्र यः करपत्रमस्ति तस्य समापनम् अभवत्। तत्र अन्ते यः परिशिष्टमस्ति, परिशिष्टे तत्र किमस्ति इति वदामः चेत् तत्र माताजीद्वारा यत् प्रक्रिया अस्ति, पौष्पीप्रक्रिया, यत्र वयं तत्र तिङन्तपदस्य निर्माणार्थं तत्र ये विकरणाः सन्ति, तत्र विकरणाः द्विधाः, घनविकरणाः अपि च लकारनिमित्तिकविकरणाः। सो परिशिष्टे तत्र लिखितं ये लकारविकरणाः, इत्युक्ते ये स्य, तास् अपि च चिलि, एते विकरणप्रत्ययाः, तेषां कृते तत्र सिद्धान्तकौमुद्यां तत्र सिद्धान्तकौमुदीग्रन्थे लिखितं सत्यासि लृ लुटो इति सूत्रं, कर्तरि शप् इति सूत्रस्य कृते अपवादसूत्रमस्ति। सो माताजी वदति तथा नास्ति, शतासि लृ लुटो इति सूत्रं तु साक्षात् तत्र लृट् लकारस्य विवक्षायाम् एव महर्षि तत्र इच्छति स्य इति विकरणप्रत्ययः तत्र आनेतव्यं, तथैव तास् कृते अपि च चिलि कृते। सो यद्यपि वयं वक्तुं न शक्यते तत्र सिद्धान्तकौमुदीयां यत् प्रक्रिया दत्तं तत् तस्मिन् कोऽपि दोषः अस्ति, परन्तु तादृशरीत्या तत्र पदनिर्माणार्थं तत्र चिन्तनं कुर्मः चेत् तत् अनावश्यकम्। सो यः भाष्यकारः अस्ति, किमर्थं वयं न वक्तुं शक्यते तत्र दोषः अस्ति, किमर्थं चेत् महाभाष्यग्रन्थे भाष्यकारेण तत्र द्वयमपि मार्गं तत्र अङ्गीकृतम्। सो यदा वयं तत्र डैरेक्ट् स प्रथमसोपाने एव स्य योजयामः, तदपि मार्गं तत्र भाष्यकारेण तत्र लिखितं वर्णितम्, अपि च स्य तत्र अनन्तरं तत्र शप् प्रभाद्यस्य योजनीयं, तत् तादृशप्रक्रिया अपि भाष्यकारेण तत्र अङ्गीकृतम्। अतः वयं माताजी वदति एतत् दोषं कौमुद्यां यत् लिखितं तत्र दोषः तु नास्ति, परन्तु तेन किं भवति, प्रक्रिया दीर्घ भवति, अपि च तत् अनावश्यकं, न करणीयमेव। अतः तत्र आदौ एव चिन्तनीयं, यदा तत्र धातुयोग प्रत्ययः कुर्मः तस्मिन् सोपाने एव चिन्तनं करणीयम्, अत्र प्रत्ययस्य स्वभावं दृष्ट्वा तत्र अर्धधातुकप्रत्ययः वा सार्वधातुकप्रत्ययः वा। अपि च अस्मिन् परिशिष्टे तत्र एकम् अन्यत् प्रश्नः आसीत्, यः धातु इति अधिकारः तृतीय सम्पूर्णतृतीय अध्याये धातोः इति अधिकारः अस्ति। सो धातोः इति पदं पञ्चम्याम् अस्ति, पञ्चम्यन्तम् अस्ति, तेन किं भवति, केचन वैयाकरणाः वदन्ति यथा कौमुदीकारः, तत्र धातोः इति अधिकारः अस्ति, अतः यत् किमपि प्रत्ययः तत्र विधीयते तस्मिन् तृतीयाध्याये तत् साक्षात् धातोः अनन्तरम् अस्माभिः तत्र योजनीयम्। सो तिबादयः अपि तत्र धातोः अनन्तरम् एव योजनीयम्, परन्तु माताजी वदति तथा नास्ति, तिबादयस्य कृते तत्र लस्य इति अधिकारसूत्रमस्ति, लस्य इति षष्ठ्यन्तम् अस्ति, अतः तत्र तत्र धातोः इति अधिकारः द्विवारं तत्र अधिकारसूत्र धातोः इति अधिकारस्य कोऽपि आवश्यकता एव नास्ति। किमर्थं चेत् सर्वे तिबादयस्य कृते तु लस्य इति अधिकारः आवश्यकं, तत्र लस्य इति षष्ठ्यन्तं पदमस्ति, षष्ठ्यन्तं पदमस्ति चेत् सः स्थानी भवति। सो तत्र धातोः इति यः पञ्चमी अन्तमस्ति, धातोः अनन्तरम् एव तिबादयः योजनीयम्, तादृशी किमपि नास्ति. सो साक्षात् महर्षिणा तत्र षष्ठीविभक्तिद्वारा अधिकारसूत्रं दत्तं लस्य. तेन किं भवति, लकारस्य स्थाने एव अष्टादशतिपादयस्य विधानं. सो तत्र धातोः इति अधिकारस्य कोऽपि आवश्यकता नास्ति इति तत्र ये प्रश्नाः अस्माकं मनसि पोष्पीप्रक्रियाविषये तत्र भवति तेषां तत्र समाधानं दत्तं परिशिष्टे. अपि च वयं दृष्टवन्तः अर्धधातुकलकारेषु तत्र यः अन्तिमपरिच्छेदमस्ति अर्धधातुकलकारेषु तत्र ये चत्वारि अर्धधातुकलकाराः इत्युक्ते लृङ् लृट् अपि च लुट् तत्र तु स्य अपि च ता स्वीकरन् प्रत्ययः प्रथमसोपाने एव तत्र आयाति. इत्युक्ते लृट् अपि च लृङ् लकारः यथा अस्माकं विवक्षा अस्ति तदा एव धातोः अनन्तरं स्य नो चेत् स्य योजनीयं. यदा तत्र लुट् लकारस्य विवक्षा अस्ति तत्र शतासि लृ लुटो इति सूत्रेण तस्मिन् सोपाने एव यदा तत्र लृट् इति योजयामः द्वितीयसोपाने तत्र तास् योजनीयम्. अपि च लुङ् लकारस्य विवक्षायां तत्र चिलि इति प्रत्ययः योजनीयम् अस्माभिः. सो लकारनिमित्तिकविकरणप्रत्ययाः तत्र प्रथमसोपाने एव तत्र योजनीयम्. अनन्तरं तत्र लस्य इति अधिकारेण तत्र किं भवति, तिप्तस्जि इति भवति. सो प्रथमसोपाने लकारनिमित्तिकविकरणानां योजनम्, अनन्तरं लस्य इत्यनेन तिबादयस्य योजनम्. इदानीं तत्र अवशिष्टलकारद्वयं लिट् अपि च लिङ्गाशीषि तत्र तु कोऽपि विकरणप्रत्ययः नास्ति. यत् लकारनिमित्तिक्वि लकार आधारेण तत्र कोऽपि विकरणप्रत्ययः नास्ति. यथा लट् लकारे लकार आधारेण कोऽपि विकरणप्रत्ययः नास्ति. लोट् लकारे लङ् लकारे विधिलिङ् लकारे लकार आधारेण लकारनिमित्तीकृत्य कोऽपि विकरणं नास्ति तत्र. तत्र तु घन आधारेण इत्युक्ते यदा तत्र धातोः अनन्तरं कर्तर्थक् सार्वधातुक् अस्ति तदा तत्र गणाधारेण विकरणाः. परन्तु अत्र ये अवशिष्टलकारद्वयम् अर्धधातुकलकारेषु यथा लिट् लकारः अपि च अशिर्लिङ्ग्लकारः तत्र कथं साधनीयं, तत्र अर्धधातुकत्वं कथं साधनीयं, तत्र लिखितं. तत्र तु सूत्रे एव महर्षिः स्वयं तत्र अर्धधातुकत्वं तत्र दत्तं. किमर्थं चेत् त्रिंशत् सार्वधातुकम् अर्धधातुकं शेषः तस्य अनन्तरं लिट् च लिङ्गाशीषि. सो लिट् च इति सूत्रेण लिट् लकारस्य स्थाने लस्य इत्यनेन यदा तिवादयः आयाति तदा सः अष्टादश तिप् प्रत्ययाः तिबादयाः लिट् लकारे साक्षात् अर्धधातुकसंज्ञा प्राप्नोति. तथैव आशीर्लिङ्ग्लकारे सो आशीर्लिङ्ग्लकारे अपि ये लस्य इत्यनेन ये तिबादयः ते अर्धधातुकसंज्ञकाः. अतः तत्र धातोः किं पश्यति, यः धातोः यः तिबादयः पश्यति सः तिबादयः सूत्रेण संज्ञासूत्रेण तिबादयः तत्र स्वयम् अर्धधातुकसंज्ञकः. अतः तत्र कर्तरि शप् आगन्तुं न शक्यते. किमर्थं चेत् कर्तरि शप् सूत्रस्य कृते सार्वधातुकप्रत्ययः परे भवेत्. सो अत्र लिट् लकारे अपि च आशीर्लिङ्ग्लकारे तु तिबादयः अर्धधातुकसंज्ञकः. अतः तेन कारणेन तत्र अर्धधातुकप्रक्रिया भवति, न तु सार्वधातुकप्रक्रिया इति तत्र सारांशः अस्ति. इदानीम् अत्र अद्य एकं नूतनकरपत्रस्य तत्र प्रारम्भं कुर्मः, अष्टाध्याय्याः समग्रदृष्टिः. अस्मिन् करपत्रे वदतु भगिनि, आशीर्लिङ्ग् अपि च लिट् लकारे कोऽपि विकरणप्रत्ययः नास्ति वा? तत्र कोऽपि विकरणप्रत्ययः एव नास्ति. सो लस्य लस्थाने डैरेक्ट्लि तिबादय आयाति. सो धातुयोग तिबादयः. आम्, परन्तु तत्र धातुयोग तिबादयः यदा भवति तत्र तिबादयः साक्षात् अर्धधातुकत्वं प्राप्नोति. केन सूत्रेण? लिट् च सूत्रेण. तथैव लिङ्गाशीषि इति सूत्रेण. तत्र तृतीयाध्याये चत्वारि संज्ञासूत्राणि क्रमेण दत्तानि. तेषु सार्वधातुकम् आर्धधातुकं शेषः लिट् च लिङ्गाशीषी. अपि च अन्तिमवाक्ये आशीर्लिङ्गि सीयुट् सीयुट् तत्र सीयुट् इति आगमः अस्ति, टित् आगमः अस्ति. सो आशीर्लिङ्ग् लकारे तिबादयस्य कृते तत्र सीयुट् आगमः भवति. लिङ्गः सीयुट् इति सूत्रमस्ति, तादृशसूत्रमस्ति. सो लिङ्ग् लकारे तत्र सीयुट् इति आगमः भवति, परन्तु आगमः यः अस्ति सीयुट् इति आगमः, सीयुट् इति आगमः टित् आगमः. टित् आगमः अस्ति चेत् कुत्र करणीयं? यस्य आगमः तस्य आदौ स्थापनीयम्. आद्यन्तौ टकितौ इत्यनेन सीयुट् इति यः अस्ति, सीयुट् इति आगमः, सः यस्य आगमः, तत्र तु तिबादयस्य आगमः. तिबादयस्य आगमः अस्ति चेत् तिबादयस्य आदौ स्थापनीयं. सो वी केन् सम्बडि केन् थिङ्क् देट् सीयुट् इति विकरणः वा? तत्र लिखितं न, सीयुट् विकरणप्रत्ययः नास्ति. सीयुट् तु इति आगमः अस्ति, प्रत्ययस्य आगमः अस्ति. सो आगमः विकरणः नास्ति. आगमः किं भवति? आगमः प्रत्ययस्य अवयवः भवति. इट् बिकम्स् अ पार्ट् आफ् द प्रत्ययः. परन्तु यः प्रत्ययः अस्ति, यस्य प्रत्ययः परश्च इत्यनेन प्रत्यय इति संज्ञा भवति. प्रत्ययनिमित्तीकृत्य तत्र भिन्नकार्याणि, शप् निमित्तीकृत्य अपि कार्याणि, स्य निमित्तीकृत्य अपि कार्याणि, तास् निमित्तीकृत्य अपि कार्याणि. परन्तु सीयुट् इति यः अस्ति, सः तु प्रत्ययस्य भागः भवति. धन्यवादः. अस्तु, अस्तु, अत्र एतत् नूतनकरपत्रमस्ति, अष्टाध्यायाः समग्रदृष्टिः. सो अत्र प्रायशः अस्मिन् करपत्रे किम् अस्ति, सारांशेन वदामि. अत्र किम् अस्ति, प्रत्येकस्मिन् अध्याये किं किम् अस्ति मूलरूपेण, तत्र प्रत्येकस्मिन् अध्यायस्य तत्र कोऽपि विशिष्टता अस्ति अष्टाध्यायीग्रन्थे. अपि च प्रत्येकस्मिन् अध्याये तत्र वयं जानीमः तत्र चत्वारि पादाः सन्ति, प्रत्येकस्मिन् पादे तत्र सूत्राणि सन्ति. सो तत्र अष्टाध्यायाः अपि च चत्वारि पादाः अपि च प्रत्येकस्मिन् पादे तत्र सूत्राणि सन्ति. सो तत्र कस्मिंश्चित् पादे एकमेव कार्यं भवति, कुत्रचित् तत्र यदा तत्र तृतीयाध्यायः, चतुर्थाध्यायः अपि च पञ्चमाध्यायः, एतेषु त्रिषु अध्यायेषु केवलं प्रत्ययानाम् एव विधिः अस्ति. तृतीय अध्याये धातोः अनन्तरं किं किं प्रत्ययः विधीयते, चतुर्थ अध्याये अपि च पञ्चमे अध्याये तत्र प्रातिपदिकात् अनन्तरं किं किं विधीयते. सो एते प्रत्येकस्मिन् अध्याये मूलरूपेण स्थूलरूपेण तत्र कीदृशप्रत्ययः, कीदृशप्रक्रिया तत्र अस्ति, कीदृशप्रकरणम् अस्ति, तस्य विषये अस्मिन् करपत्रे किञ्चित् लिखितम्. अपि च अत्र प्रकरणम् इत्युक्ते किं, प्रक्रिया इत्युक्ते किं, किमर्थं चेत् किमर्थम् एतादृशः तत्र अस्माभिः तत्र स्पष्टता मनसि भवेत्, किमर्थं चेत् ये अन्यवैयाकरणग्रन्थाः, केचन ग्रन्थाः प्रकरणग्रन्थाः, केचन प्रक्रियाग्रन्थाः. सो यः यथा तत्र सिद्धान्तकौमुदी इति, सिद्धान्तकौमुदी इति यः व्याकरणग्रन्थः अस्ति, सः प्रक्रिया, तत्र प्रक्रिया आधारेण एकमेव पद एकम् पदस्य कृते तत्र कीदृशी प्रोसेस् अस्ति, पदनिर्माणार्थं किं किम् अपेक्षितं, तेषां सूत्राणां चिन्तनम् एव अस्ति. तस्य कृते अपि बेस् अष्टाध्यायी एव सिद्धान्तकौमुदीग्रन्थे. परन्तु तत्र यः अष्टाध्यायी सूत्रक्रमः अस्ति, तत्र किञ्चित् भिन्नरीत्या दत्तं. तत्र पदनिर्माणार्थं येषां येषां सूत्राणाम् आवश्यकता तेषाम् एव उल्लेखः तत्र अस्ति. अतः तेन किं भवति, तेन इण्डिविजुवल् सूत्रस्य अध्ययनं तत्र स्पष्टता वयं स्पष्टरूपेण न कर्तुं शक्यते. किमर्थं चेत् वयम् एतावता दृष्टवन्तः अष्टाध्यायां तत्र अनुवृत्ति इति शैली अस्ति. सो अनुवृत्ति यदि वयं सूत्रस्य प्लेस् चेञ्ज् कुर्मः चेत् तत्र वयं न अवगन्तुं शक्यते पूर्वसूत्रात् तत्र कस्य पदस्य अनुवृत्तिः स्वीकरणीयं, यथा अत्र सार्वधातुकार्ध त्रिंशत् सार्वधातुकम् आर्धधातुकं शेषः लिट् च. सो लिट् च इति सूत्रं कुत्रचित् भिन्नरूपेण पठामः चेत् वयं न अवगन्तुं शक्यते. अत्र पूर्वसूत्रात् आर्धधातुक् इति पदस्य अनुवृत्तिः स्वीकरणीयम्. सो सम्पूर्णसूत्रं भवति लिट् च आर्धधातुकम्. सो लिट् लकारे ये इत्यपादयः ते आर्धधातुकसंज्ञकः. अतः प्रक्रिया यः कौमुदीग्रन्थः अस्ति तत्र सूत्राणां यः आयोजनम् अस्ति सः पदनिर्माणार्थं या ये ये सूत्राणि अपेक्षितानि तेषाम् एव अध्ययनम् अस्ति. सो तेन किं भवति सूत्राणां सूत्रस्य सम्पूर्ण अर्थः कः वयं न अवगन्तुं शक्यते. अतः तत्र किं क्लेशः भवति, अस्माकं मनसि सूत्रस्य विषये स्पष्टता न आयाति. परन्तु यः वयं जानीमः अष्टाध्यायीग्रन्थः तु प्रकरणग्रन्थः, तत्र एकस्मिन् स्थले एकमेव कार्यं भवति. यदा तत्र सार्वधातुकं यक् इति सूत्रम् आरभ्य तत्र केवलं तत्र सार्वधातुके प्रत्ययपरे किं किं किं किं करणीयम् इति एव दत्तं. सो सार्वधातुकप्रत्ययपरे कुत्रचित् शप्, सार्वधातुकप्रत्ययपरे कुत्रचित् श्यन्, सार्वधातुकप्रत्यय कर्तर्थक् सार्वधातुकप्रत्ययपरे श. सो इति तत्र एकमेव स्थले सर्वाणि सूत्राणि क्रमेण दत्तानि. तेन किं भवति अनुवृत्तिः सरलं भवति. अनुवृत्ति इति शैली अनुवृत्ति अष्टाध्यायाः ग्रन्थस्य तत्र आत्मा अस्ति तस्य अनुवृत्तिः. तेन एव वयं सूत्रस्य सम्पूर्ण अर्थं तत्र अवगन्तुं शक्यते. अतः एतत् करपत्रस्य अध्ययनम् आवश्यकम् अस्ति. सो यदि वयं पाणिनि व्याकरणं पठामः चेत् अष्टाध्याय्यां कस्मिन् अध्याये किम् अस्ति स्थूलरूपेण जानीमः चेत् तत्र सरलं भवति, सूत्रस्य अध्ययनं सरलं भवति. अस्तु, करपत्रस्य प्रारम्भं कुर्मः. पूर्णिमा भगिनी प्रारम्भं करोति वा भगिनी? समग्रसंस्कृताध्यायाः समग्रदृष्टि समग्रसंस्कृतभाषायाः मानचित्रम् एकस्मिन् लघुग्रन्थे अभूतपूर्वं पाणिनीय अष्टाध्यायी विरचिता एवं रीत्या येन ग्रन्थे लघुत्तमः स्यात्, अपि च स्वयं संस्कृतस्य अष्टाध्यायाः मूलबीजं प्रकरणं यदा वयं सूत्राणि क्रमेण पठामः तदा पश्यामः यत् सूत्राणि प्रकारेषु लघुषु उपभागेषु अयोजितानि इति. अद्यत्वे सामान्यतया व्याकरणछात्राः अष्टाध्यायीम् अपठित्वा सिद्धान्तकौमुद्याः निमग्नाः भवन्ति. सिद्धान्तकौमुदी प्रक्रियामाधारिता, प्रकरणं प्रक्रिया च. प्रकरणं प्रक्रिया अत्र किं लिखितं चेत् ये पूर्वे अत्र किं लिखितम्? अत्र समग्रदृष्टिः इत्युक्ते अष्टाध्याये स्थूलचित्रणम् अस्माभिः पठनीयं. लघुग्रन्थे सर्वाणि सूत्राणि सन्ति, कथं विरचिता, कथं केन रीत्या कृतम् इति अस्माभिः पठनीयं. परन्तु इदानीन्तनकाले सर्वेपि लघुसिद्धान्तकौमुदी पठन्ति. लघुसिद्धान्तकौमुदी प्रक्रिया आधारिता अस्ति, परन्तु अष्टाध्यायी प्रकरणाधारिता ग्रन्थे. अतः अस्माभिः प्रथमे तत्र तत्र द्रष्टव्यं प्रकरणम् इत्युक्ते किं, प्रक्रिया इत्युक्ते किं, तदपि पठतु भगिनि. प्रकरणं प्रक्रिया च. प्रकरणं प्रक्रिया चेतनयोः भेदः कः इति अस्माभिः बोध्यम्. माता पुष्पादीक्षित सदा प्रकाशालयाः उदाहरणं पाकशालायाः सारि पाकशालायाः उदाहरणं करो वदति, भोजनस्य निर्माणार्थं सामग्री आवश्यकी, तण्डुलः, जलं, शाकः, पिष्टं, हरिद्रा, आर्द्रकम् इत्यादीनाम्। इदं सर्वं भोजनाय सामग्री। पाकशालायां सर्वसामग्री एकत्र न स्थाप्यते, पृथक् पृथक् कोशेषु भवति। शाकाः पृथक् कोशे, पिष्टः पृथक् कोशे, तण्डुलः पुनः पृथक् कोशे। सर्वा सामग्री एकस्मिन् एव कोशे एकत्र स्थाप्यते चेत् अव्यवस्था भवति खलु। अतः सम्यक्तया सावधानतया पृथक् पृथक् कोशेषु एकैकं वस्तु स्थाप्यते। एतत् सरलमेव अस्ति खलु, सरलमस्ति। अष्टाध्यायी अपि तथा भाषायाः पाकशाला यावती सामग्री अपेक्षिता भाषायाः निर्माणार्थं सर्वे अस्मिन् ग्रन्थे अस्ति, परन्तु एकत्र न, श्रेणीम् अनुसृत्य पृथक् पृथक् कोशेषु स्थाप्यते। प्रत्येकं कोशस्य नामप्रकरणं, नत्वप्रकरणं, द्वित्वप्रकरणं, सम्प्रसारणप्रकरणम् इत्यादिकं प्रकरणं प्रकरणाधारित अष्टाध्यायीग्रन्थे सर्वे प्रकरणाधारित सूत्राणि सन्ति। इत्युक्ते तत्र एकं स्थले एकमेव कार्यं भवति। यत्र नत्वप्रकरणमस्ति तत्र केवलं नः इति एव आदेशः। केन सूत्रेण नत्वं भवति इत्युक्ते तस्य कृते अपवादं किं? तत्र कोऽपि संज्ञा, विशिष्टसंज्ञासूत्रम् अपेक्षितं वा? सो सर्वम् एकस्मिन् एव कोशे इत्युक्ते स्थले दत्तं, स्थलस्य नाम तत् विशिष्टस्थलस्य नाम एव प्रकरणं। सो यत्र नत्वकार्यं भवति तत्र नत्वप्रकरणं, यत्र इत्संज्ञा भवति तत्र इत्संज्ञाप्रकरणं, यत्र द्वित्वं भवति तत्र द्वित्वप्रकरणम्। अतः सर्वं तत्र प्रकरणम् आधारेण अस्ति अष्टाध्यायीग्रन्थे। अग्रे पठतु भगिनि, एतत् परिच्छेदमपि समापयतु। भोजनस्य निर्माणार्थं केवलं सामग्री आवश्यकी इति न, मार्गनिर्देशः अपि आवश्यकः। ओदनं निर्मातुं सर्वप्रयत्नं, तण्डस्य प्रक्षालनं, तदा जले स्थापनं, तदा जलस्य क्वथनम्, एतादृशी सूक्ताः अपेक्षिताः। इयं पाककृतिः इति वदामः, एतत् सुलभमेव अस्ति। इत्युक्ते तत्र निर्देशः आवश्यकम्, इत्युक्ते वी डोण्ट् हेव् टु डैरेक्ट्लि टेक् द रैस् एण्ड् पुट् इट् आन् द फयर्। फस्ट् वी हेव् टु वाश् इट्, देन् वी हेव् टु डू 2-3 टैम्स् वाशिङ्ग्, देन् वी नीड् अ सम्यक् पात्रमपि अपेक्षितम्, then we can this put the this gas on and then we need to boil it and whatever, so there is a process. Kevalam samagri eva avashyaki nasti, marga nirdeshah api avashyakam. Kim likhita matre bhasha kshetre, bhasha kshetre prakriya tathaiva bhavati. Padasya nirmanartham ye kiti dattam asti kimartham bhagini? नम्बर् 1, कानि सोपानानि सन्ति अपि च, 2, केन क्रमेण इति सूचना प्रक्रिया इत्युच्यते, जी अधिका अधिकति जयति, अद्य कस्य कार्यस्य कृते कानि सूत्राणि अपेक्षितानि, केन क्रमेण च इति प्रक्रिया, जी अधिकलट् इति विवक्षा लट्य। प्रक्रिया इत्युक्ते किं भवती किम् अवगतवती? प्रक्रिया इत्युक्ते किं? प्रकरणं तु इदानीम् अवगतम्, एकस्मिन् सत्ये प्रक्रिया इत्युक्ते कार्यं कथं करणीयं, तत् विचार् द स्टेप्स् इन् द प्रक्रिया। इत्युक्ते प्रथमसोपाने किं करणीयं, द्वितीयसोपाने किं करणीयं, द्वितीयसोपाने किं करणीयम् इत्युक्ते प्रथमे एव तत्र शाप् योजनीयं वा नो चेत् लाट् योजनीयं वा। सो तत्र कानिचन तत्र पदनिर्माणार्थं तत्र सोपानानि सन्ति, क्रमेण गच्छामः चेदेव सम्यक्तया तत्र यः इष्टरूपम् अस्ति, पदस्य इष्टरूपम् अस्ति, तत् वयं तत्र तस्य निर्माणं कर्तुं शक्यते। सो तत्र प्रत्येकस्य सोपानस्य क्रमः अस्ति. प्रथमसोपाने किं करणीयं, द्वितीयसोपाने कस्य सूत्रस्य प्रसक्तिः, केन सूत्रेण प्रथमे कार्यं करणीयम् इति तत्र तदेव अस्ति प्रक्रिया इति लिखितम्. सो जयति इति पदस्य निर्माणार्थं कीदृशी प्रक्रिया अस्ति, प्रथमसोपाने किं करणीयं, द्वितीयसोपाने किं करणीयम् इति एव अत्र लिखितं. सो इति यः अत्र यः प्रदर्शिताः तत् प्रक्रिया अस्ति. तत् पठतु, कथं जयति इति पदस्य निर्माणं भवति. जीयति कलट् इति विवक्षा लस्य यः प्रत्ययः आयाति, लट् इति लकारः इति प्रत्ययः, अपि च जि इति धातुः. अस्माकं विवक्षा अनुसारेण वयं यत् इच्छामः इत्युक्ते अस्माकं विवक्षा इम्पार्टेण्ट् अस्ति. विवक्षानुगुणम् एव प्रथमसोपाने तत्र भवति. यदि मम विवक्षा एव वदनस्य नास्ति चेत् कथं तत्र कुर्मः. सो विवक्षानुगुणं लट्, विवक्षानुगुणं धातु, तस्य अनन्तरं तत्र सोपानानि सन्ति. वदतु. तस्य तृतीयाध्याय चतुर्थपादे सप्तसप्ततिसूत्र तिप्तस्ति सिप्तस्तामित्मस्ता माता झा तासातां ध्वं इङ्ग्वहि महि इड्वहि हलन् अत्र इट् इति अस्ति. इट् इति इड् भवति इड् अस्ति, परन्तु अन्ते अत्र न अस्ति, महिङ्ग् अस्ति. वदतु. इट् वहि तृतीयाध्याय चतुर्थपादे अष्टसप्ततिसूत्र प्रथमं ते जी अधिकतिप्पायति. जी अधिकतिप् हलन्त्यम् इति सूत्रसाधारणपकारस्य इत्संज्ञ भवति, तस्य लोपः इति तस्य लोपः भवति. अनन्तरं जी अधिकति कर्तरि शप् इति शप् कर्तरि आयाति. जी अधिक शप् अधिकति लशकोत्तरिति इति सूत्रसाधारेण शकारस्य इत्संज्ञा भवति. हलन्त्यम् इति सूत्रसाधारेण पकारस्य इत्संज्ञा भवति. जी अधिक आ अधिकति भवति. जी तिंशित् सार्वधातुकम् इति जी अधिकति किञ्चित् सार्वधातुकम् अस्ति. सार्वधातुक अर्धधातुकयोः अङ्गस्य एकः गुणः इति जे भवति. अनन्तरम् एच् ओ वा या वा या इति सूत्रस्य आधारेण जे अधिक आ इति भवति. जयति वर्णानां मेलनेन जयति इति भवति. सो एतादृशरीत्या एव कौमुदीग्रन्थे तत्र प्रक्रिया दत्तम्. सो जयति इति पदस्य एकमेकं धातु स्वीकृत्य तस्य दशलकारे कीदृशरूपं भवति तत्र एतादृशः रीत्या एव सूत्रस्य तत्र अध्ययनम् अस्ति. सो एतादृशरीत्या सूत्रस्य अध्ययनं कुर्मः चेत् सम्यक्तया वयं तत्र न अवगन्तुं शक्यते. अति पूर्वसूत्रात् कस्य अनुवृत्तिः, लस्य इति तृतीयाध्याये अस्ति, अत्र कस्य कस्य सूत्रस्य अधिकारः, अपि च किम् अस्ति अत्र. सो प्रक्रिया आधारेण तत्र यद्यपि तत्र पदनिर्माणं भवति, परन्तु सूत्रं किं वदति, सूत्रस्य सम्पूर्ण अर्थः कः, एतादृशरीत्या वयं न अवगन्तुं शक्यते. सूत्रस्य तत्र एतत् अस्ति प्रक्रिया. सो प्रक्रिया अपि च प्रकरणं, तस्य विषये अत्र दत्तम् अस्तु. भगिनि धन्यवादः. अग्रे चेतना भगिनी अस्ति वा? अग्रे पठतु भगिनि. प्रक्रिया अवगतं, परन्तु प्रकरणम् इत्युक्ते ग्रन्थे तत्र एकस्मिन् स्थले सपोज् एकस्मिन् पादे एकमेव कार्यस्य कृते सर्वाणि सूत्राणि एकत्र दत्तानि, एकमेव स्थले दत्तं, तदेव अस्ति प्रकरणम्. प्रकरणस्य विषये तत्र उदाहरणानि अग्रे सन्ति भगिनि. प्रकरणं तत्र पठामः किम् अस्ति. अत्र एका प्रक्रिया प्रदर्शिता. जयति इति पदं कथं निर्मीयते इति प्रदर्शितम्. सूत्राणां सङ्ख्याः दृश्यन्ताम्. इमानि सूत्राणि विभिन्नेभ्यः पादेभ्यः च स्वीकृतानि. अनेन कारणेन कस्माच्चित् सूत्रात् प्राक् कानि सूत्राणि वर्तन्ते, केषां च पदानाम् अनुवृत्तिः इति न ज्ञायते. तस्य फलम् इदं यत् प्रक्रियायाः प्रसङ्गे सूत्रस्य दर्शनेन तस्य अर्थः न एव अवगम्यते अस्माभिः. प्रक्रिया दृष्ट्वा सूत्रस्य प्राक् कथमस्ति, कस्य अनुवृत्तिः अस्ति, एतत् सर्वे न ज्ञातुं शक्यते इति लिखितम्. अपि च अत्र लिखितं जयति इति पदस्य कृते तत्र एतानि सोपानानि सन्ति. सो प्रथमे तत्र तृतीयाध्यायस्य सूत्रम् अस्ति, अनन्तरं तत्र तस्य लोपः अपि च हलन्त्यमिति प्रथमाध्यायस्य सूत्रम्, अनन्तरं सप्तमाध्यायस्य सूत्रं सार्वधातुकार्धधातुकयोः, अनन्तरं षष्ठाध्यायस्य सूत्र आधारेण अपि कार्यम् एचो यवायावः. सो अत्र भिन्नभिन्न अध्यायेषु भिन्नभिन्नपादेषु तत्र सूत्रं स्वीकृतम् तत्र. सो अतः वयं तत्र यदि वयं पश्यामः सार्वधातुकार्धधातुकयोः इति सूत्रे कीदृशकार्यमस्ति न अवगतुं शक्यते. इदानीं तु वयं जानीमः अत्र अङ्गकार्यमस्ति, अङ्गे कार्यं भवति. सार्वधातुकार्धधातुकयोः इति निमित्तीकृत्य तत्र अङ्गे किञ्चित् कार्यं भवति, परन्तु यदि केवलं प्रक्रियाग्रन्थं पठामः चेत्, केवलं प्रक्रिया एव पश्यामः चेत्, तेन वयं सूत्रस्य तत्र सम्पूर्ण अर्थः कः इति वयं न अवगन्तुं शक्यते. तदेव लिखितं. सो वै इस् दिस् डिस्कशन् हेपनिङ्ग्? बिकास् अद्यतन तत्र महाविश्वविद्यालयेषु अपि च संस्कृतविद्यालयेषु तत्र किं भवति, केवलं सिद्धान्तकौमुदीयाः आधारेण एव तत्र अध्ययनं भवति, व्याकरणग्रन्थस्य अध्ययनं भवति. अतः तत्र किं प्रत्येकं पदस्य निर्माणार्थं किं किं सूत्रम् अपेक्षितं तस्य एव उपरि तत्र फोकस् अस्ति. परन्तु अत्र लिखितं तादृशरीत्या पठामः चेत् सूत्रं किं वदति, सूत्रं कुत्र अस्ति, तत्र कीदृशकार्यमस्ति इति तत्र सम्पूर्णरीत्या वयम् अवगन्तुं न शक्यते. अपि च तेन किं भवति, तेन अष्टाध्यायीक्रमस्य तत्र क्रमः यः तत्र क्रमम् आवश्यकं, क्रम आवश्यकम् अस्ति. अष्टाध्यायी ग्रन्थस्य मूल तत्र प्राणबिन्दु किम् अस्ति, सूत्राणां क्रमः. किमर्थं चेत् तत्र तादृशशैली अस्ति, अनुवृत्तिशैली अस्ति, अधिकारशैली अस्ति. कस्य सूत्रस्य अधिकारः इति अत्र वयम् अवगन्तुं न शक्यते. केवलम् अत्र लिखितम् अत्र प्रथमे यः प्रत्ययः सः तिंशित् इति संज्ञासूत्रेण सार्वधातुकसंज्ञा प्राप्नोति. यदा सः सार्वधातुकसंज्ञक् भवति तदा एव सार्वधातुक अर्धधातुकयोः इत्यनेन तत्र कार्यं भवति. सो इति लिखितं. सो तत्र सूत्राणां क्रमः भग्नः भवति अनेन रीत्या पठामः चेत्. परन्तु यदि वयं क्रमेण सूत्राणाम् अध्ययनं कुर्मः चेत् वयम् अत्र अवगन्तुं शक्यते सार्वधातुकार्धधातुकयोः इत्यनेन अङ्गे कार्यं भवति, प्रत्यये किमपि नास्ति. तत्र यः प्रत्ययस्य प्राक् यः अङ्गम् अस्ति तत्र किञ्चित् परिवर्तनं करणीयम् इति लिखितम्. अग्रे अपि पठतु भगिनि. प्रक्रियायाः किञ्चन फलं तु अस्त्येव. अनेन पदनिर्माणक्रिया बुद्धा, परन्तु सूत्रस्य अवगमनार्थं यत्र सूत्रबोधः लक्ष्यं तत्र अस्माकं क्लेशः भवति यतः सूत्रं स्वयं सम्पूर्णं वाक्यं न सूत्रस्य पूरणार्थं वाक्यम् अपेक्षितं तच्च वाक्यं न प्राप्यते प्रक्रियायाम् अपि तु प्रकरणे एव तदेव लिखितं तदेव अत्र किं लिखितं प्रक्रिया तत्र किञ्चित् फलं तु अस्ति वयं तत्र ज्ञातुं शक्यते यदि वयम् अष्टाध्याय्याः अध्ययनं सम्यक्तया कुर्मः चेत् देन् वी केन् अप्रिशियेट् दिस् प्रक्रिया वी विल् अप्रिशियेट् दिस् प्रक्रिया वै वी हेव् आलरेडि रेड् द अष्टाध्यायी ग्रन्थं सो वी नो दिस् इस् फ्रोम् द इत् संज्ञा प्रकरणं दिस् इस् फ्रोम् द दिस् इस् अ संज्ञासूत्रं दिस् इस् एन् दिस् इस् अण्डर् द अङ्गस्य अधिकारे अस्ति अतः अङ्गे अत्र किञ्चित् परिवर्तनं करणीयं परन्तु सपोज् यू जस्ट् एज्यूम् देट् यू आर् नोयिङ्ग् नथिङ्ग् अबौट् अष्टाध्यायी ग्रन्थं यू हेव् नाट् रेड् पाणिनि ग्रन्थं सो केन् यू अप्रिशियेट् दिस् प्रक्रिया केन् यू नो हौ द चेञ्ज् हेस् हेपन् यू केनाट् अप्रिशियेट् दिस् प्रक्रिया इवन् दो अत्र सर्वं सोपानेन एव दत्तं किं किं करणीयम् परन्तु अत्र किञ्चित् फलं तु अस्ति वर्णस्य पदस्य निर्माणं कथं भवति इत्युक्तौ वयम् अवगन्तुं शक्यते अत्र परन्तु सूत्रस्य अर्थः कः किम् अत्र वदति किमपि न अवगन्तुं शक्यते अतः सपोज् सम्बडि गिव्स् मी अगेन् सम् भू इति दातु एण्ड् नौ हि टेल्स् मी यूस् द लट् लकार एण्ड् डू द प्रक्रिया ऐ केनाट् डू बिकास् सो प्रकरण आधारेण तत्र पठामः चेत् इफ् ऐ नो अबौट् वन् धातु देन् ऐ केन् डू सिमिलर् कार्य फार् आल् सच् धातु अतः तत्र किमस्ति प्रक्रियाग्रन्थे प्रत्येकस्य पदस्य कृते कीदृशप्रक्रिया आवश्यकी इति सर्वं दत्तं तत्र सो तेन किं भवति ग्रन्थं बहु दीर्घम् अस्ति प्रथमे तत्र सिद्धान्तकौमुदी अस्ति अनन्तरं तत्र लघुसिद्धान्तकौमुदी अनन्तरं तेन किं पुनः तत्र तत्र ग्रन्थस्य नाम कः इत्युक्ते तत्र अनेकानि खण्डानि सन्ति बिकास् ही सा देट् दिस् वे इफ् यु डू द ग्रन्थं ग्रन्थस्य तत्र एतादृशः तत्र निर्माणं कुर्मः चेत् इट् बिकेम् अ ह्यूज् ग्रन्थ देन् वट् ही हेड् टु डू ही मेड् अ लघु सिद्धान्तकौमुदी फस्ट् सिद्धान्तकौमुदी देन् लघु सिद्धान्तकौमुदी देन् अगेन् सम् लघु सिद्धान्तकौमुदी वन् टु त्री सो तद् यद्यपि तत्र फलमस्ति परन्तु तत् तेन रीत्या कुर्मः चेत् इट् टेक्स् अ लाट् आफ् टैम् एण्ड् सूत्रस्य अवगमनं तत्र सम्यक्तया न भवति इति लिखितम् अग्रे अपि पठतु भगिनि पाणिनेः ग्रन्थः प्रकरणस्य आधारेण विरचितः यदा अष्टाध्यायी क्रमेण सूत्राणि पठामः तदा सौकर्येण वयं सूत्राणि पूरयितुं शक्नुमः येन प्रत्येकं सूत्रं पूर्णं वाक्यं स्यात् अनेन सूत्रार्थः मनसि स्फुरितो विद्यते अग्रे अपि पठतु एकस्मिन् प्रकरणे वारं वारम् एकं कार्यं भवति यत् पदं दत्तम् एकस्मिन् सूत्रे यत् पदं दत्तम् एकस्मिन् सूत्रे तत् पुनः अग्रिमे सूत्रे साक्षात् न दीयते पाठकैः अवगम्यते यत् सः अर्थः पुनः आयाति तस्मिन् सूत्रेऽपि इयम् अनुवृत्तिः इति वदामः अत्र अयं विषय इतोपि विस्तारितः पाणिनिः सूत्रस्य लघुत्वम् इच्छति तदर्थम् एषां सूत्राणां समानप्रकारक कार्यं भवति. तानि सूत्राणि अष्टाध्याय्याम् एतस्मिन् स्थले सङ्गृहीतं भवन्ति. अनेन एकस्मिन् स्थले इत्युक्ते एकस्मिन् प्रकरणे प्रथमे सूत्रे किञ्चन पदम् अस्ति, तत् पदं द्वितीये सूत्रे अपि यद्यपि अपेक्षते तथापि पुनः साक्षात् न दीयते. अस्माभिः मनसि तत् पदम् आनेतव्यम्. यथा रामः वदति अहम् आपणं गच्छामि, श्यामः वदति अहमपि. वयं द्वयोः सम्भाषणं श्रुत्वा अवगच्छामः यत् श्यामस्य आशयः अहम् अपि आपणं गच्छामि इति. यद्यपि श्यामः केवलम् अहम् अपि इत्यवदत् तथापि वयं तस्य अर्थं पूरयामः मनसि. तादृशम् अर्थपूरणं पाणिनिः इच्छति सूत्रविषये. यानि पदानि न उक्तानि यतः पूर्वतनसूत्रेषु दत्तानि तानि अनुवृत्तयः इत्युच्यन्ते. सो एकवारम् एक पदं दीयते चेत् सूत्रे तत् पदं वारं वारं न वदति. अग्रिमसूत्रे तस् पूर्वसूत्रस्य अनुवृत्ति भवति. पाणिनिः लघुत्वम् इच्छति अतः एतादृशी दीयते. सो अनुवृत्ति इति शैली अष्टाध्याय्याः प्राणभूत अस्ति. यदि वयम् अनुवृत्ति न जानीमः वयं तु अष्टाध्यायीग्रन्थस्य अध्ययनम् एव न कर्तुं शक्यते. किमर्थं चेत् सूत्रं स्वयं तु सम्पूर्णं नास्ति, कोऽपि सूत्रमेव स्वयं सम्पूर्णम्. अनेकानि सूत्राणि तत्र अस्माभिः पूर्वसूत्रात् अनुवृत्ति स्वीकरणीयम्. अनुवृत्ति स्वीकुर्मः चेदेव अपि च अधिकार पश्यामः चेदेव सूत्रस्य सम्यक् अर्थः किम्, वाक्यरूपेण तस्य अर्थः किं भवति तदा एव वयम् अवगन्तुं शक्यते. यथा तत्र चुटु इति सूत्रमस्ति, बहु लघुसूत्रमस्ति. सो चुटु इति सूत्रं किं वदति? कोऽपि न, यदि वयं प्रकरणं न पश्यामः चुटु इति सूत्रं कुत्र अस्ति, तत्र पूर्वसूत्रात् कस्य सूत्रस्य प्रसक्तिः, वयं किमपि न अवगन्तुं शक्यते. किमर्थं चेत् चुटु सूत्रे किमपि न लिखितं. चुटु किं अनुवृत्तिः आवश्यकी. अनुवृत्ति इति शैली अष्टाध्याय्याः प्राणभूत अस्ति. तदेव अस्ति अधिकारसूत्रस्य प्रयोजनम्. अधिकारसूत्रं किमस्ति भगिनि, अधिकारविषये वदतु. अधिकारः इत्युक्ते बहवः अग्रिम बहवः सूत्रे तस्य अनुवृत्ति भवति. सो एकम् अस्ति साधारण अनुवृत्तिः, यथा वयं दृष्टवन्तः लिट् च लिङ्गाशीषि. अस्मिन् सूत्रद्वये एतयोः सूत्रद्वयो तत्र केवलम् आर्धधातुक् इति पदस्य आवश्यकता, अतः आर्धधातुक् इति पदम् अस्माभिः पूर्वसूत्रात् स्वीकरणीयम्. परन्तु यः अधिकारसूत्रमस्ति, अधिकारसूत्रस्य आवश्यकता अग्रिमेषु बहुषु सूत्रेषु वर्तते. अतः महर्षिणा किं कृतम्? अधिकाररूपेण तत् पदं स्थापितम्. प्रकरणस्य आदौ एव अधिकारसूत्रं दत्तम्. एतस्मिन् सम्पूर्णप्रकरणे यत्र यः कार्यं भवति तत्र एतस्य विशिष्टपदस्य आवश्यकता बहुषु सूत्रेषु अस्ति. अतः तत्र इत्युक्ते अनुवृत्ति कुत्रचित् मध्ये खण्डः भवति. किमर्थं चेत् कुत्रचित् मध्ये लिखितम् अन्यतरस्याम् अथवा वा इति पदं दत्तम्. सो वा इति पदस्य अनुवृत्तिः मे बि सपोज् चतुर्षु सूत्रेषु यः कार्यमस्ति सः विकल्पेन भवेत् इति महर्षि इच्छति. अनन्तरं सूत्रं यदि तादृशसूत्रं दत्तं यत्र कार्यं वा इति न भवति, नित्येन करणीयं. सो ही हेज़् टु ब्रेक् द अनुवृत्ति ओवर् देयर् न. सो हि गिव्स् नित्यं. सो तादृशी वयम् अग्रे तत्र पश्यामः, तादृशसूत्राणि सन्ति. पूर्वे लिखितं वा वा वा वा, सो वा एकमेव पदे वा दत्तम्, अन्यतरस्याम् अथवा वा अथवा विभाषा इति एतादृशः पदं सूत्रे अस्ति चेत् वयं जानीमः अस्य अर्थः अस्ति यत् अत्र विधिः अस्ति सः विकल्पेन भवति, एकस्मिन् पक्षे भवति, एकस्मिन् अस्माकं विवक्षानुगुणं भवति. यदि इच्छामः चेत् कुर्मः, यदि न इच्छामः चेत् न कुर्मः इति वा इति पदस्य अथवा अन्यतरस्याम् इति पदस्य अथवा विभाषा इति पदस्य अर्थः. परन्तु सपोज् आफ्टर् फोर् सूत्रस् देर् इस् अ सूत्रं यत्र कार्यं नित्येन करणीयं, सो ही हेस् टु गिव् द नित्यपद ओवर् देयर्. सो कुत्रचित् मध्ये अनुवृत्तिः तत्र अनुवृत्त्याः तत्र खण्डनं भवति, परन्तु यः अधिकारसूत्रम् अस्ति सः वा इति सूत्रे तत्पदमपि आवश्यकं, नित्यसूत्रे यत् कार्यं तत्रापि आवश्यकम्. सो अनुवृत्ति इस् अ बृहत् दिस् अधिकारसूत्रम् इस् बेसिक्लि सम्पूर्ण तत्र अध्याये सम्पूर्णप्रकरणे तस्मिन् विशिष्टप्रकरणे तस्य पदस्य विधिसूत्रे अवश्य तस्य अनुवृत्तिः स्वीकरणीया. सो अतः तदपि एकरीत्या अनुवृत्तिः एव अस्ति, परन्तु अधिकाररूपेण स्थापितं चेत् तत्र अस्माभिः अवश्य विधिसूत्रे स्वीकरणीयम् इति तत्र भेदः अस्ति, सामान्य अनुवृत्ति अपि च विशिष्ट अनुवृत्तिः. विशिष्ट अनुवृत्तिः महर्षि अधिकाररूपेण तत्र स्थापितम्. सो अधिकारसूत्रस्य कोऽपि अन्यत् प्रयोजनं नास्ति ग्रन्थे. अधिकारसूत्रस्य प्रयोजनम् अस्ति तस्मिन् सूत्रे एकं विशिष्टपदम् अस्ति यस्य पदस्य आवश्यकता अग्रिमेषु बहुषु सूत्रेषु अस्माभिः विधिसूत्रे तु अवश्य करणीयं, तत् पदम् अवश्य स्वीकरणीयम्. पदं स्वीकुर्मः चेदेव सम्पूर्णसूत्रस्य अर्थं वयं किम् अस्ति इति वयम् अवगन्तुं शक्यते. अतः अनुवृत्ति यत् शैली अस्ति तत् अष्टाध्याय्याः प्राणभूत अस्ति, तेन एव वयं सूत्रस्य अर्थम् अवगन्तुं शक्यते. सर्वाणि सूत्राणि तत्र सम्पूर्णानि न, तत्र अस्माभिः पूर्वसूत्रात् अनुवृत्ति स्वीकरणीयम्. अत्रापि पश्यतु, एतत् एकत् लघु उदाहरणमस्ति, तिंशित् सार्वधातुकं. वयं जानीमः सार्वधातुकस्य विरुद्धपदं किमस्ति भगिनि? आर्धधातुकम्. आर्धधातुकं. सो यदा तत्र कोऽपि विरुद्धपदम् अस्ति, वी केनाट् एक्सेप्ट् लिट् च सूत्रे वी केनाट् एक्सेप्ट् सार्वधातुक इति पदस्य अनुवृत्तिः. किमर्थं चेत् मध्ये एकं सूत्रं दत्तम् वट् इस् द नेक्स्ट् सूत्रम्? तिंशत् सार्वध आर्धधातुकं शेषः. सो लिट् च सूत्रे वी केनाट् बिकास् लिट् च सूत्रस्य साक्षात् पूर्वे किम् अस्ति? आर्धधातुकं शेषः. सो वी हेव् टु टेक् द अनुवृत्ति आर्धधातुक एस् अनुवृत्ति, नाट् सार्वधातुक एस् अनुवृत्ति. देट् इस् हौ हि ब्रेक्स् द अनुवृत्ति. That is why we say that sutranam kramaha avashakam. Kramena sutranam adhyanam kurmaha chedeva sutrasya. Anantaram yat sutrani, ye sutrani dattani tesham kim arthaha iti vayam avgantum shakyate. Ataha kramaha avashakam. Sarvahi avgatam va? Anuvritti hi apicha adhikar kimasti. अस्तु अग्रे पठामः. मञ्जरी भगिनी पठति वा अग्रे प्रकरणं? आम् आम् आम् प्रकरणम् अत्र प्रथमम् उदाहरणम् अस्माकं परीक्षितम् इत्संज्ञा प्रकरणम्. अस्मिन् क्रमेण अष्टसूत्राणि सन्ति यस्मिन् प्रत्येकं सूत्रस्य बोधनार्थं पूर्वतनानाम् अपेक्षा अनेन प्रकटं भवति यत् येषाम् अष्टानां सूत्राणाम् अवगमने मनसि दृढीकरणे च अष्टाध्यायाः एव पठनेन सौकर्यं यत्र क्रमेण सूत्रेण प्राप्यन्ते. अत्र क्रमेण चत्वारि सूत्राणि धातुषु अपि प्रत्ययेषु अपि उपदेशे जननासिक इति प्रथम अध्याये तृतीयपादे द्वितीयसूत्रं सूत्रं स्वयं सम्पूर्णं उपदेशे अच् अनुनास्तिकः इति द्वितीयसूत्रमस्ति. ध्वनिः सम्यक् नास्ति महोदय. मन्दमस्ति. श्रूयते महोदय, किञ्चित् उच्चैः वदतु भगिनि. हा, हलन्त्यं हलन्त्यं प्रथमे अध्याये द्वितीये पादे तृतीयसूत्रमस्ति, अनुवृत्तिसहितसूत्रमस्ति, उपदेशे अन्त्यं हल् इति. तत्र उपदेशे जनुनासिक इत् इत्यस्मात् उपदेशे इत् इत्यनयोः अनुवृत्तिः. न विभक्तौ तु स्माः. प्रथमे अध्याये तृतीयपादे चतुर्थसूत्रमस्ति, अनुवृत्तिसहितसूत्रमस्ति, उपदेशे विभक्तौ अन्त्याः हलः तुष्माः न इतः. तत्र उपदेशे जननासिक इत् इत्यस्मात् सूत्रात् उपदेशे इत् इत्यनयोः अनुवृत्तिः, हलन्त्यम् इत्यस्मात् अन्त्यं हल् इत्यनयोः अनुवृत्तिः. आदिरीन् टुडवः. प्रथमे अध्याये तृतीये पादे पञ्चमसूत्रमस्ति, अनुवृत्तिसहितसूत्रम् उपदेशे धातोः आदयः ई टुडवः इतः. तत्र उपदेशे जननासिक इत् इत्यस्मात् सूत्रात् उपदेशे इत् इत्यनयोः अनुवृत्तिः, भुवादयोः धातवः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः, वचनपरिणामं विभक्तिपरिणामं च कृत्वा. तावत् वदतु सूत्रस्य विषये. अत्र एकम् उदाहरणम् प्रकरणस्य उदाहरणमस्ति. वदतु. हा, अत्र अत्र इत्संज्ञाप्रकरणे सप्तसूत्राणि सन्ति, ततः चत्वारि सूत्राणि धातुषु सन्ति, तथा त्रिसूत्राणि प्रत्ययेषु सन्ति. न न, अत्र किं लिखितम्? अत्र किं लिखितम्? अत्र क्रमेण एतत् वाक्यं पठतु. कुत्र अस्ति क्रमेण? अत्र क्रमेण चत्वारि सूत्राणि. अस्मिन् क्रमेण अष्टसूत्राणि सन्ति, यस्मिन् प्रत्येकं सूत्रस्य बोधनार्थं पूर्वतनानाम् अपेक्षा. प्रथमसूत्रमस्ति उपदेशे जननासिक. भवती किम् उक्तवती? एकनिमिषः भगिनि, भवती किम् उक्तवती? प्रथमचत्वारि सूत्राणि धातुविषये, तद् नास्ति. अत्र यत्र सूत्रं दत्तं न भगिनि, तस्य उपरि एकं प्रत्ययेषु अपि, धातुषु अपि, प्रत्ययेषु अपि, सर्वेषु उपदेशे. अग्रे अग्रे त्रीणि सूत्राणि प्रत्ययेषु एव. प्रथमसूत्रस्य कः अर्थः भगिनि? उपदेशे जननासक इति यः यत् सूत्रं स्वयं सम्पूर्णम् एव, उपदेशे अच् अनुनासिकः इति. अचवर्णः अनुनासिकः कुत्रापि भवितुम् अर्हति. उपदेशे नाम मूलरूपे, मूलरूपस्य नाम उपदेशः. इत्युक्ते त्रिमुनिना यत् उपदेशं कृतं तदेव उपदेशम्. सो पाणिनिधातुपाठे मूलधातवः सन्ति, तत्रापि अनुनासिक अच्वर्णस्य इति करणीयम्. अष्टाध्यायीग्रन्थे यत्किमपि प्रत्ययस्य निर्देशः, तत्रापि अनुनासिक अचित् भवति. यत्किमपि आगमः, यत्किमपि तत्र यः प्रत्ययः विधानं, तत्र सर्वत्र अस्माभिः तत्र आदौ एव द्रष्टव्यम्. अनुनासिका च अस्ति चेत् कुत्रापि अस्ति. अत्र किमपि स्थलस्य विषये किमपि न लिखितम्. उपदेशावस्थायाम् अनुनासिका च अस्ति चेत् तस्य इति करणीयं, तत् तावदेव लिखितम्. द्वितीयसूत्रे स्थलविशिष्ट अस्ति. तत् किमस्ति भगिनि? अत्र हा उपदेशे आदौ अन्तो कुत्रापि अस्ति चेत् तस्य इति करणीयम्. हलन्त्यं इत्यस्मात् उपदेशे, तथा इत् इत्यनयोः अनुवृत्तिः, तथा सम्पूर्णं सूत्रमस्ति उपदेशे अन्त्यं फल् इत्. अर्थः अस्ति अन्ते स्थितस्य वर्णस्य फल्संज्ञा करणीया. न न तस्य अन्ते स्थितस्य फल् वर्णस्य इत् संज्ञा भवति. इति केवलमात्र नामकरणमस्ति. इत् संज्ञाप्रकरणं, इत् संज्ञा इत्युक्ते नामकरणम्, इति नामकरणम्. अस्मिन् प्रकरणे सप्तसूत्रेषु तत्र केवलं नामकरणं भवति. कीदृशनामम्? इत् इति नामम्, इत् इति नाम, इति विशिष्ट टेक्निकल् नेम् अस्ति. लोके तु वयम् इति तत्र किमपि न वदामः. सो ग्रन्थविशिष्टसंज्ञा अस्ति इत्. वयं जानीमः यस्य इत् भवति तस्य अन्ततो गत्वा लोपः अपि भवति, परन्तु अत्र केवलम् एतानि सूत्राणि संज्ञासूत्राणि, अत्र केवलं नामकरणं भवति. कस्य वर्णस्य इत्, कस्य वर्णस्य इत् इति नामकरणं, तावत् एव सूत्रं वदति, संज्ञा वदति. अनन्तरं वयं जानीमः इत् संज्ञायाः प्रयोजनं किं, किमर्थम् इति नामकरणं करणीयम्. तत्र कोऽपि यदि वयं कस्यचित् वस्तुविषये कोऽपि विशिष्टनामकरणं कुर्मः तत्र गुणाधारीकृत्या एव कुर्मः. सो तत्र तस्य प्रयोजनं किम् अस्ति? सर्वथा तथा एव भवति. सार्वधातुक् इत्युक्ते नामकरणं किमर्थं? प्रत्ययस्य सार्वधातुक् इति नामकरणं, वयं तु शित् अपि वक्तुं शक्यते, नित् अपि वक्तुं शक्यते, पित् अपि वक्तुं शक्यते, किमर्थं सार्वधातुक् इति विशिष्टनामकरणं? सो प्रत्येकस्य संज्ञायाः, विशिष्टसंज्ञायाः तत्र प्रयोजनम् अस्ति. कुत्रचित् सार्वधातुक् निमित्तीकृत्य एव कार्यं, तत्र शित् अपि च णित् अपि च अपि इति न द्रष्टव्यम्. यदि प्रत्ययस्य सार्वधातुक् इति संज्ञा अस्ति तदा एव विधिः भवति, कार्यं भवति. सो प्रत्येकस्य नामकरणस्य तत्र प्रयोजनम् अस्ति. सो इति प्रयोजनं वयं जानीमः. यस्य यस्य वर्णस्य इत् इति संज्ञा भवति तस्य अनन्तरं लोपः करणीयम्, अदर्शनं भवति तस्य. तत् वर्णः तत्र न दृश्यते, न श्रूयते, परन्तु लक्षणं तिष्ठति. भगिनि प्रश्नं पृष्टुमिच्छामि. वदतु महोदय. भगिनि उपरि चत्वारि सूत्राणि सन्ति, तत्र भगिनी अवदत् कि धातुषु अपि प्रत्ययेषु अपि कार्यं करोति. धातु धातुः तु तत्र मत्स्यस्य अधिकारः अस्ति, यानि अनुवृत्तिः अस्ति, जानामि. प्रत्ययेषु अपि मत्स्य कथं जानामि सूत्रेण आधारेण कि मत्स्य प्रत्ययेषु अपि कार्यं करोति. अत्र उपदेशे अजनो नास्ति किञ्चित् सूत्रे धातोः इति तत्र कथम् अनुवृत्तिः अस्ति, कस्मिन् सूत्रात् तत्र धातुः इति अनुवृत्तिः? तत्र तु अवश्यता नास्ति. सो किमपि न लिखितम्, अत्र किमपि न लिखितं धातुषु वा प्रत्ययेषु वा आगमेषु वा आदेशेषु वा इति न लिखितं, केवलम् उपदेशे लिखितम्. उपदेशः इत्युक्ते किम्? सो अस्माभिः उपदेशे इति पदस्य तत्र सम्यक्तया अवगमनं भवेत्. अत्र किमपि न लिखितं धातु वा प्रत्यये वा, केवलं श्वः प्रत्ययस्य एव तत्र प्रत्ययः इति पदं दत्तम्. अत्र तु किमपि न लिखितम्, आगमे वा आदेशे वा प्रत्यये वा धातु वा, किमपि न लिखितं, केवलं लिखितम् उपदेशे. सो उपदेशः उपदेशे इत्युक्ते यत्किमपि निर्देशः अस्ति, प्रत्ययस्य निर्देशः, आगमस्य निर्देशः, धातुः निर्देशः, भुवादयः इत्युक्ते अत्र धातुः इति पदस्य अनुवृत्तिः तु वयं स्वीकर्तुं शक्यते. किमर्थं चेत् प्रथमाध्याये तृतीयपादे प्रथमसूत्रमस्ति भुवादयः धातुः, तदेव अस्ति वा? अहं चिन्तयामि तदेव अस्ति भुवादयः. सो धातुं स्वीकर्तुं, परन्तु अत्र धातुः इति पदस्य अनुवृत्तिः नास्ति, अत्र केवलं लिखितम् उपदेशे. सो यत्किमपि उपदेशः अस्ति तत्र करणीयं, कार्यं करणीयम्. महोदय अन्यसु अन्य प्रश्नोपि अस्ति शतासि लिट् अस्ति तत्र मत्वा किं लिटस्थाने लुटस्थाने लिटस्थाने स्यात् प्रति आयाति तासि स्थाने लुट आयाति तो तत् वयं लस्य स्थाने क्षिप्तस्ति क्षिप्तस्ति आयाति तो कथं जानामि कि पूर्वं तत्र स्थानिकार्यं नास्ति महोदय तत्र स्थानिकार्यं नास्ति तत्र लृ लुटोः इति सप्तमी द्विवचनात् पदमस्ति षष्ठी नास्ति लृ लुटोः शतासि लृ लुटोः लृ लुटोः इति पदं सप्तमी अन्तं सप्तमी द्विवचनात् पदम् अस्ति सप्तमी अन्तं पदं सूत्रे अस्ति चेत् पूर्वं कार्यं करोति स्य पूर्वे योजनीयं पूर्वं कथं पूर्वे करणीयं लृ इति यः निमित्तम् अस्ति निमित्तस्य पूर्वे स्थापनीयं निमित्तं तु तदेव तिष्ठति निमित्तस्य किमपि न भवति निमित्तं तथैव तिष्ठति परन्तु निमित्तं हेतु भवति कस्य कृते स्य अपि च तासि तस्य अन्यस्य कृते षष्ठी नास्ति परन्तु लस्य यः अस्ति तत्र षष्ठी अस्ति षष्ठीस्थानि भवति तत्र आदेशरूपी कार्यमस्ति स्थानि भवति चेत् सः स्थानिवर्णः अपगच्छति तस्य स्थाने किञ्चित् भिन्न आदेशः ले लुटो तु अत्र मध्ये सप्तमी अस्ति अत्र निमित्तं किम् निमित्तं किम् अत्र सप्तमी सूत्रे सप्तमी अन्तं विधिसूत्रे सप्तमी अन्तं पदम् अस्ति चेत् तत् निमित्तं भवति पञ्चमी अस्ति चेत् तदपि निमित्तं भवति तृतीया अस्ति चेत् तदपि निमित्तं भवति परन्तु षष्ठी अस्ति चेत् तत् स्थानी भवति प्रथमा अस्ति चेत् तत् आदेशः भवति नो चेत् आगमः भवति नो चेत् केवलं नामकरणं भवति यथा अत्र अस्ति इति प्रथमान्तम् अस्ति सो इति नामकरणम् अस्ति अत्र कथं जानामि किमपि स्याम् एवं तास् प्रत्यये मध्ये विकर्ण प्रत्यये अस्ति धातुतिभाजयस्य मध्ये यत् पतति तदेव विकर्णः इति तत्र लिखितं पुस्तके सो धातु अत्रापि स्या कुत्र अस्ति धातुतिभाजयस्य मध्ये पतति धातुतिभाजयस्य मध्ये यत् पतति तस्य नाम विकर्णः तत्र कोऽपि विशिष्टसूत्रं नास्ति परन्तु परम्परागत एव एतत् पदम् अस्माभिः प्राप्तं पाणिनिप्राक् अपि एतस्य पदस्य तत्र प्रयोगः आसीत् अतः परम्परागत एतत् पदं व्याकरणे तत्र आगतं विकरणः सो विकरणः इत्युक्ते किं धातुतिबादयस्य मध्ये यत् पतति तदेव विकरणः भगिनी धातुपरे स्यायाति धातुपरे दीपायाति तो तत्र मध्ये तु भ्रमः भवति कि मध्ये कि विकरणप्रत्ययः मम यः वाक्यम् अस्ति तस्य अर्थः कः धातुतिबादयस्य मध्ये यत् पतति तद् विकर्णः तस्य अर्थः कः महोदय मध्ये धातुपरे पूर्वम् आयाति मध्ये इत्युक्ते मध्ये यदा वयं मध्ये वदामः तत्र पदार्थद्वयम् अपेक्षितं कस्य मध्ये एकम् एकस्य एव मध्ये न वक्तुं शक्यते न एकस्य आदौ अथवा एकस्य अन्ते परन्तु मध्ये वदामः चेत् धातु तिबादयस्य मध्ये धातु अपि च तिबादयस्य मध्ये यत् पतति तदेव विकर्णः अस्तु भगिनी न विभक्तौ तु स्मः इति विषये वदतु भगिनि न विभक्तौ तु स्मः अत्र अनुवृत्तिसहितसूत्रमस्ति उपदेशे विभक्तौ अन्त्याः हलः तुष्माः न इतः नाम अन्ते स्थितस्य अन्ते स्थितस्य तवर्गीयवर्णाः तथा सकारः मकारः अस्ति चेत् तेषाम् इत्सन्ते इत्संज्ञकाः न भवन्ति इति तस्य अर्थः अस्ति अत्र अनुवृत्तिसहित न विभक्तो तुष्माः हलन्त्यम् इत्यस्मात् अन्त्यं हल् इत्यनोः इत्यनयोः अनुवृत्तिः अस्ति. अस्मिन् सूत्रे एकनिमिषः भगिनि, न विभक्तौ तुस्माः इति सूत्रे विभक्ति इति पदम् अस्ति. विभक्तौ इति सप्तम्यन्तं पदं, विभक्ति इति कारान्त् यथा हरौ तथैव अत्र विभक्तौ इति सप्तम्यन्तं पदम् अस्ति. सो इदानीमपि विभक्तौ इति विशिष्ट, अत्र विभक्ति इति टेक्निकल् नेम् अस्ति. विभक्ति इति संज्ञा अस्ति, यथा सार्वधातुक इति संज्ञा, इति संज्ञा, उपधा इति संज्ञा, तथैव विभक्ति इति संज्ञा. सो अस्मिन् सूत्रे अस्माभिः तत्र ज्ञातव्यं विभक्ति इत्युक्ते किं, तदा एव सूत्रस्य सम्पूर्णार्थं वयम् अवगन्तुं शक्यते न. सो विभक्तौ अन्तिम हल् तु नो चेत् स नो चेत् म अस्ति चेत् तस्य इत् न करणीयं, निषेधः अस्ति. कीदृशहलः, तुस्माः इति हलः, तूरूपी हलः, सरूपी हलः, मरूपिः हलः अन्ते अस्ति. कुत्र अस्ति, कुत्र अस्ति, विभक्तौ अस्ति, विभक्तौ एव कार्यमस्ति. एतत् इत् इति नामकरणम् अस्ति. सो इदानीं तत्र विभक्तौ इत्युक्ते किम्, किमस्ति विभक्ति, तस्य संज्ञासूत्रं किम्? विभक्तिश्च सुप्रत्ययः तथा तिङ् प्रत्ययः, तेषां तेषाम् एव विभक्ति इति संज्ञा. सो संज्ञासूत्राणि प्रथमाध्याये एव दत्तानि. एतत् तु तृतीयपादे अस्ति, मे बि द्वितीयपादे अथवा प्रथमपादे विभक्तिश्च इति सूत्रम् अस्ति. सो विभक्तिश्च अपि संज्ञासूत्रं, तस्मिन् सूत्रे संज्ञा दत्तं, विभक्ति इति संज्ञा कस्य इति लिखितं. सो तत्रापि पूर्वसूत्रात् विभक्तिश्च सूत्रे किमपि न लिखितं, तिङ् वा सुप् वा, परन्तु पूर्वसूत्रात् तत्र तिङ् अपि च सुप् इत्यनयोः अनुवृत्तिः अस्ति. अतः वयं जानीमः केवलं तिङ् प्रत्ययेषु अपि च किमस्ति सुप् प्रत्ययेषु सुबन्तेषु यदि अन्तिम हलवर्णः कीदृश अस्ति, तुस्मा अस्ति, तुस्मा विहाय कोऽपि अन्यहल् अस्ति चेत् तस्य तु इति भवति हलन्त्यम् इत्यनेन, परन्तु तुस्मारूपी हल् अस्ति चेत् अपि च सः अन्ते अस्ति, विभक्तिप्रत्ययेषु अन्ते अस्ति चेत् तत्र इति न करणीयम् इति अत्र निर्देशः. अपि च अत्र किं विशिष्टः, कार्यं कुत्र अस्ति, एतत् निषेधः कुत्र अस्ति, अन्ते अस्ति, अपि च कीदृश उपदेशे अस्ति, कीदृश उपदेशे अस्ति, विभक्तौ इत्युक्ते कस्य संज्ञा, सुप् तथा तिङ् प्रत्ययः, सुप् अपि सुप् सुप् इत्युक्ते प्रत्ययाः, सुप् प्रत्ययाः, तिङ् प्रत्ययाः. अतः न विभक्तौ तु स्माः, यद्यपि उपदेशे इति पदमस्ति, सर्वेषु उपदेशेषु एतत् निषेधः नास्ति. विशिष्टपदं विशेषणविशेष्यभावः अस्ति अत्र. उपदेशे इति सप्तम्यन्तं पदम् अस्ति, विभक्तौ सप्तम्यन्तं पदम् अस्ति. सो कीदृश उपदेशे, विभक्तौ उपदेशे. सो एतत् निषेधः केवलं प्रत्ययेषु, कीदृशप्रत्ययेषु, यस्य यस्य प्रत्ययस्य विभक्ति इति संज्ञा, तत्र एव निषेधः अस्ति. सो अत्र धातु किमपि कार्यं नास्ति, आगमरूपी किमपि कार्यं नास्ति, आदेशे किमपि नास्ति. किमर्थं चेत् साक्षात् सूत्रे विभक्तौ इति पदं दत्तम्. सो सम्पूर्णरीत्या तत्र प्रत्येकस्य पदस्य तत्र आवश्यकता, किमर्थम् एतत् पदं, किमर्थं चेत् वयं तु सर्वदा वदामः महर्षिलाघवम् इच्छति, महर्षिलाघवम् इच्छति, सूत्रं लघु भवेत्, सूत्रं लघु भवेत्. सो सूत्रस्य तत्र प्रत्येकस्य पदस्य किमर्थम् एतत् पदं दत्तं, तस्य तत्र अस्माभिः चिन्तनं करणीयम्. अनावश्यकपदं तु न दत्तम्, एतस्य पदस्य आवश्यकता अस्ति वा सूत्रे. सो दलसार्थक्यं, वी कॉल इट् एस् दलसार्थक्यं. प्रत्येकस्य पदस्य अत्र की उपयोगिता अस्ति, कीदृश उपयोगिता अस्ति? अग्रे अपि पठतु भगिनि, आदिर्णे टुडुवः इति सूत्रस्य विषये वदतु। चतुर्थसूत्रमस्ति, चतुर्थं सूत्रमस्ति आदिरिः टुडुवः, तत्र अनुवृत्तिसहितसूत्रमस्ति उपदेशे धातोः आदयः ये टुडवः इतः। अत्र प्रथमसूत्रात् उपदेशे जनुनासिक इत् इत्यस्मात् उपदेशे तथा इत्यनयोः अनुवृत्तिः अस्ति, भुवादयोः धातवः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः अस्ति, तथा सम्पूर्णं सूत्रमस्ति उपदेशे धातोः आदयः इ टुडवः इतः। नाम उपदेशे आदौ स्थितस्य इ टु डु तेषाम् इत् संज्ञा भवति, तत्र धातुषु एव भवति। सो अत्रापि उपदेशे अपि च धातोः, अत्रापि धातोः पञ्चमी अपि अस्ति, सो षष्ठी अपि अस्ति धातोः इति। सो अत्र धातोः तत्र अनुवृत्तिः स्वीकृतं, किमर्थं चेत् एतादृशः वर्णसमूहः नी टु डु इति वर्णसमूहः प्रत्येकस्मिन् उपदेशे न लभ्यते, केवलं धातोः एव अत्र आदिः। सि इदानीं तत्र यः हलन्त्यं यः पदे यः अन्त्यम् इति यः भागः अस्ति, इदानीं तस्य खण्डनं भवति। इदानीं तत्र किं लिखितम्? अन्त्यम् इत्युक्ते एट् द एण्ड्। इदानीम् अस्मिन् सूत्रे किं लिखितम्? आदि। सो एतत् सूत्रमारभ्य, पञ्चसूत्रम् आरभ्य अनन्तरं यानि कार्याणि, दे केनाट् एक्सेप्ट् अन्त्यम् इति पदं, बिकास् अत्र अन्त्यम् इति पदस्य समाप्तिः भवति। इदानीम् आदिः इति पदम् अस्माभिः स्वीकरणीयं, वि केनाट्, बिकास् दीस् आर् विरुद्धार्थपदम्, अन्त्यम् अपि च आदिः। सो वि केनाट् श प्रत्ययस्य अन्त्यम् इति सूत्र पूर्वसूत्रमस्ति, वयम् अन्त्यम् इति अत्र अनुवृत्तिः स्वीकुर्मः, न, वि केनाट् एक्सेप्ट् अन्त्यं, वि हेव् टु, बिकास् अत्र एतस्य समाप्तिः भवति अस्मिन् सूत्रे। इदानीम् आदि इति कार्यमस्ति, अतः सूत्राणां क्रमः आवश्यकम्। सो आदि इत्युक्ते आदौ अस्ति चेत्, सो अत्र अतः केचन ग्रन्थेषु अत्र धातोः इति पदस्य अनुवृत्तिः न स्वीकृतं, सो तत्र भ्रमः जायते। वयम् इति अत्र पश्यतु भगिनि, यदि वयं धातोः इति पदस्य अनुवृत्तिः न स्वीकुर्मः चेत् अस्माकं मनसि आयाति कुत्रचित् प्रत्यये अपि नि इति तत्र आदौ अस्ति, आदेशेषु अपि नि इति वर्णसमूहः आदौ अस्ति, परन्तु सम्पूर्णं ग्रन्थं पश्यामः चेत् कुत्रापि तत्र प्रत्ययेषु, आगमेषु, आदेशेषु कुत्रापि नि अथवा टु अथवा डु इति वर्णसमूहः आदौ नास्ति, उपदेशस्य आदौ नास्ति। अतः स्पष्टीकरणार्थम् एव धातोः इति पदस्य अनुवृत्तिः स्वीकृतम्। अपि च अत्र धातोः इति पूर्वसूत्रमस्ति, तो अनुवृत्तिः स्वीकर्तुं शक्यते, किमर्थं चेत् प्रथम अध्याये तृतीयपादे प्रथमसूत्रमेव धातोः भुआदयः धातवः इति अस्ति, सो तत्र तु धातवः इति लिखितं, किमर्थं चेत् तत्र बहूनि धातवः सन्ति, अतः धातवः इति पदं लिखितं। सो अत्र लिखितं वचनपरिणामम् अपि च विभक्तिपरिणामं च कृत्वा। सो अनुवृत्तिः यदा वयं स्वीकुर्मः, द्विवचनात् पदमस्ति चेत् वचनपरिणामं भवति, सो कुत्रचित् विभक्तिपरिणामम् अपि भवति, सो तादृशरीत्या अपि अस्माभिः करणीयं सूत्रस्य सम्पूर्ण अर्थावगमनार्थं, न केवलं यत् मूल पदम् अस्ति पूर्वसूत्रे तत् स्वीकरणीयम्, अपि च यदि आवश्यकं चेत् वचनपरिणामम् अपि करणीयं, विभक्तिपरिणामम् अपि करणीयं। वि हेव् टु डू दिस् एस् पर् द नीड्। इत्युक्ते महोदय, अत्र धातवः भुआदयो धातवः पदस्य अनुवृत्ति धातोः भवति वा? सो अत्र विभक्तिपरिणामं कृतम्, अत्र तु प्रथम बहुवचनम् अस्ति, आमां, परन्तु अत्र षष्ठी अस्ति, पञ्चमी ओ षष्टि वा षष्टि अस्ति किमर्थं चेत् नि इति स्थाने तत् नि स्थाने इति नामकरणम् अत्र विभक्तिपरिणामं कृतं कुत्रचित् वचनपरिणामम् अपि भवति यथा विभक्तिश्च विभक्ति इति लिखितमस्ति अत्र तु अनुवृत्ति नास्ति अत्र तु स्वयं पदमेव दत्तं सो कुत्रचित् वचनपरिणामम् अपि दत्तं यथा अत्र तत्र धातुः बहुवचनम् अस्ति धातोः एकवचनमस्ति कुत्र धातोः षष्टि एकवचनम् अस्ति परन्तु धातवः बहुवचनम् अस्ति वचनपरिणामम् अपि कृतम् आम् सत्यं भगिनि अत्र एकवचने अस्ति अत्र बहुवचने अस्ति तथैव अत्र चुटु इति सूत्रे चुटु इति द्विवचनात् पदम् अस्ति टु अपि च टु अस्ति बेसिक्लि परन्तु अत्र किं लिखितं चुटु दीर्घ उकारः अस्ति सो अत्र यदा वयम् आदिः इति पदस्य अनुवृत्ति स्वीकुर्मः अत्र आदी भवति द्विवचनात् पदं भवति आदी सूत्रे तु आदि इति अस्ति ह्रस्वीकारान्त् अस्ति एकवचने अत्र आदी भवति अत्रापि वचनपरिणामं कृतम् इति तत्र अस्ति अस्तु अग्रे पठामः अस्तु भगिनी धन्यवादः गिरिजा भगिनी अग्रे पठति वा अग्रे पठतु तदा अग्रे क्रमेण प्रत्ययेषु एव ष्टः प्रत्ययस्य प्रथमाध्याये तृतीयपादे षट् सूत्रम् अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययस्य आदिः ष्टः इत् तत्र आविर्नेतुरवः इत्यस्मात् आदि उपदेशे जननाय इत्यस्मात् उपदेशे तुटु अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययस्य आदि चुटु इतौ तत्र शः प्रत्ययस्य इत्यस्मात् प्रत्ययस्य आदिर्निटुडवः इत्यस्मात् आदिः उपदेशे जनुनासिक इत् इत्यस्मात् उपदेशे इत् लशक्वतद्धिते अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययस्य आदि लशकु इत् अतद्धिते तत्र शा प्रत्ययस्य इत्यस्मात् प्रत्ययस्य आदिर्निटुडवः इत्यस्मात् आदि आदिः उपदेशे जनुनासिक इत् इत्यस्मात् उपदेशे इत् इदानीं त्रीणि इदानीं त्रीणि सूत्राणि प्रत्ययेषु परे महर्षि दत्तं पञ्चमसूत्रमस्ति शः प्रत्ययस्य अनुवृत्तिसहितसूत्रम् अस्ति उपदेश अवस्थायां यदि प्रत्ययस्य आदिः ष्टः वर्णः इत् भवति तत्र आदिर्निटुडवः इत्यस्मात् आदि अनुवृत्तिः उपदेश अनुनासिक इत् इत्यस्य उपदेशः इति अनुवृत्तिः इति अस्मात् फ्रोम् दिस् सूत्र इत्यस्मात् उपदेशे पदस्य अनुवृत्तिः अपि च इत् इति पदस्य अनुवृत्तिः पदद्वयस्य अनुवृत्तिः एतत् सूत्रात् सूत्रात् अपि च अत्र साक्षात् दत्तं प्रत्ययस्य सूत्रे एव प्रत्ययस्य लिखितं सो कीदृश उपदेशे प्रत्ययस्य यः सो अत्र कार्यं केवलं प्रत्ययेषु एव यद्यपि उपदेश परन्तु उपदेशावस्थायाम् इत्युक्ते अत्र उपदेशविषयः अस्ति सो उपदेशावस्थायां यदि प्रत्ययस्य आदौ मूर्धन्यषकारः अस्ति चेत् तस्य इत् करणीयं सो इत्युक्ते धातुः आदौ षकारः अस्ति आगमस्य आदौ षकारः अस्ति तत्र इत् न भवति सूत्रे साक्षात् प्रत्ययस्य इति पदं दत्तम् अतः विशिष्टसूत्रं केवलं प्रत्ययेषु एव कार्यं करोति प्रत्येकस्य उपदेशे उपरि कार्यं न करोति, प्रत्ययस्य आदौ शकारस्य यत् इति सूत्रं। चुटु इति विषये वदतु। तथैव चुटु अपि अनुवृत्तिसहितसूत्रम् उपदेश अवस्थायां प्रत्ययस्य एव आदि चुटु चु वर्गस्य अपि च टु वर्गः इति संज्ञा भवति। सुचु च छ जजन्य इति भवति, टठ डडन इति भवति, अपि च अत्र प्रत्ययस्य अत्र लिखितं विभक्तौ, विभक्ति अपि प्रत्ययानां संज्ञा, परन्तु अत्र केवलं लिखितं प्रत्ययस्य। तेन किम् अवगम्यते प्रत्ययस्य इत्युक्ते? केवलं प्रत्ययस्य धातोः परे किमपि न भवति, केवलं प्रत्ययस्य आदि यदा चु वर्गः, च वर्गः अथवा ट वर्गः अस्ति चेत् उपदेश अवस्थायां तस्य इति संज्ञः कः भवति। इत्युक्ते प्रत्ययस्य इत्युक्ते यत् किमपि प्रत्ययः, सुप् वा तिङ् वा तदित् वा अपि च स्त्रीप्रत्ययः वा, केवलं प्रत्ययस्य एव लिखितम्। सो यत्किमपि प्रत्ययः व्याकरणशास्त्रे तृतीय अध्याये, चतुर्थ अध्याये, पञ्चमे अध्याये, एतेषां त्रिषु अध्यायानां तत्र नामकरणमस्ति प्रत्याध्यायः। सो एतेषु त्रिषु अध्यायेषु केवलं प्रत्ययानाम् एव विधिः अस्ति। सो तत्र यत्किमपि प्रत्ययः व्याकरणे यस्य प्रत्यय इति संज्ञा, तत्र आदौ चुटु अस्ति चेत् तस्य इति करणीयम् इति सूत्रं वदति। तथैव लशक्व तद्धिते एतत् सूत्रं वदति, उपदेश अवस्थायां प्रत्ययस्य परे एव आदिः ल अपि ल श अपि च कावर्गः अतत्थितानां च कृते इति संज्ञकः भवति इति वदति। अत्रापि प्रत्ययविशिष्ट अस्ति, कीदृशप्रत्ययविशिष्ट अस्ति अत्र? सर्वेषु प्रत्ययेषु न, लशकु सर्वे न, सर्वेषु प्रत्ययेषु आदौ लशकु अस्ति चेत् तस्य इति करणीयम् इति न वदति। अतदिते अतदिते एव तदित् विहाय ये अन्यप्रत्ययाः तेषु यदि आदौ ल अथवा श अथवा कु अस्ति चेत् तत्र इति करणीयम्। इत्युक्ते यदि तदित् प्रत्ययेषु कोऽपि तदित् प्रत्ययः अस्ति चेत् यत्र आदौ लकारः अस्ति तत्र इति न भवति, आदौ शकारः अस्ति चेत् तत्र इति न भवति। सो एतत् सूत्रस्य प्रसक्तिः तदित् प्रत्यये नास्ति। अत्र लिखितम् अतदिते, अतदिते इत्युक्ते येषां येषां प्रत्ययानां तदित् इति संज्ञा तेषां न, तदित् विहाय ये अन्यप्रत्ययाः तत्र लशकु इति भवति आदौ अस्ति चेत्। सो अतदित् इति सूत्रे साक्षात् दत्तं लशकु अतदिते। सो लशक्व इति अस्ति, कु इति व भवति, अत्र का सन्धि भगिनि? लशकु अतदिते इति पदद्वयं, लशकु अपि च अतदिते, परन्तु सूत्रे किं लिखितं? सन्धि कृतं लिखितं लशक्व तदिते। यन् सन्धि अस्ति, उकारस्य वकारादेशः, को यनचि उकारस्य वकारादेशः। सो सो केवलम् अतदित् प्रत्यये, अतदित् प्रत्ययेषु एव लशकु इति भवति, तदित् प्रत्ययेषु न इति तस्य अर्थः। सो तदित् प्रत्ययस्य आदौ कख गगण अस्ति चेत् तत्र इति न करणीयं, प्रत्येकस्य पदस्य अत्र आवश्यकता। लशकु अतदिते, वयं जानीमः तदित् प्रत्ययाः, तत्र बहूनि तदित् प्रत्ययाः सन्ति, मोर् देन् 250 प्रत्ययाः, प्रातिपदिकात् तदित् प्रत्ययः विधीयते। सो तदित् प्रत्ययेषु लशकु इति न भवति, अतदित् प्रत्ययेषु लशकु इति भवति इति सूत्रस्य अर्थः। तस्य लोपः विषये अपि एतत् अपि पठतु भगिनि. अन्ते इत् लोपविधिः तस्य लोपः अनुवृत्तिसहितसूत्रं तस्य इतः लोपः. तत्र उपदेशे जनुनासिक इत् इत्यस्मात् इत् इत्यस्य अनुवृत्तिः. यदा अत्र अत्र विभक्तिपरिणामं कृतं वा? इतः कृतं भगिनि. इतः इति इतः बहुवचनं न न षष्टि एकवचनम् अस्ति. तस्य इतः तस्य इतः षष्ठी एकवचनम् अस्ति अत्रापि. हा किं भगिनि? यस्य वर्णस्य इत् संज्ञा तस्य तस्य लोपः. यस्य इतः तस्य लोपः, यस्य इतः तस्य लोपः इति अर्थम्. इतः प्रथमा अस्ति वा षष्ठी? न, इतः इति विसर्गरूपम् अस्ति षष्ठी, परन्तु इत् यः अस्ति सः प्रथमा अस्ति. प्रथमा एकवचनम् इत् इति प्रथमा, इतः इति षष्ठ्यन्तम्. तस्य इतः तस्य विशेषणम् अस्ति इतः. यस्य इतः तस्य एव लोपः, यस्य इत् संज्ञा तस्य एव लोपः भवति. सो अस्मिन् प्रकरणे इत् संज्ञा प्रकरणे एकं विधिसूत्रमपि अस्ति, तस्य लोपः इति विधिसूत्रम्. अत्र कार्यं निर्दिष्टम् अस्ति, लोपकार्यम् अस्ति अत्र. परन्तु ये पूर्वसूत्राणि यानि सन्ति तत्र केवलं संज्ञा अस्ति, नामकरणम् अस्ति. सो कुत्रचित् षकारस्य नामकरणं, कुत्रचित् चू इत्यस्य नामकरणं, टू इत्यस्य नामकरणं, कीदृशनामकरणम् अस्ति इति नामकरणम्. अतः प्रकरणस्य नाम एव अस्ति, किं नाम एव अस्ति इति संज्ञाप्रकरणम्. सो अत्र संज्ञाप्रकरणम्, अन्ते विधिः अपि अस्ति, यस्य यस्य इत् तस्य तस्य लोपः करणीयम् इति विधिसूत्रं लोपः इति अपि संज्ञासूत्रम् अस्ति. आम् सत्यं. सो लोपः इत्युक्ते किं वदामः चेत्, पूर्वे महर्षिणा सूत्रं दत्तं. लोपः इत्युक्ते किं? लोपः अपि विशिष्ट टेक्निकल् वर्ड् अस्ति व्याकरणे. अदर्शनं लोपः इति लिखितं. सो यस्य वर्णस्य अदर्शनं भवति, दर्शनं नास्ति, सः अपगच्छति. परन्तु तस्य अत्र अनन्तरमपि प्रत्ययस्य लोपे प्रत्ययस्य लक्षणं. सो यद्यपि प्रत्ययस्य कस्यचित् वर्णस्य लोपः भवति, तत्र तस्य लक्षणं तिष्ठति. सो अत्र लोपः इत्युक्ते अदर्शनं लोपः इति संज्ञासूत्रम् अस्ति, पूर्वे कुत्रचित् दत्तं प्रथमाध्याये प्रथमपादे, नो चेत् द्वितीयपादे. सो यः लोपः इत्युक्ते किम्? अदर्शनम् एव लोपः. अस्तु. सो इति तत्र प्रकरणस्य उदाहरणम् अस्ति. सो प्रकरण आधारेण सूत्राणाम् अध्ययनं कुर्मः चेत् सूत्रस्य सम्पूर्ण अर्थः कः, वयम् अनुवृत्ति तत्र कुत्र भवति, कथं तत्र अनुवृत्तिः स्वीकरणीयम् इति सर्वं वयं प्रकरण आधारेण एव अवगन्तुं शक्यते. इण्डिविजुवल् सूत्रस्य अध्ययनं कुर्मः चेत् सोपान प्रक्रियानिर्माणसमये सूत्रस्य अध्ययनं कुर्मः चेत् तत्र किमपि न अवगम्यते. प्रकरण आधारेण सूत्राणां क्रमेण सूत्राणाम् अध्ययनं कुर्मः चेदेव सूत्रस्य सम्पूर्ण अर्थः कः इति वयम् अवगन्तुं शक्यते इति तत्र प्रकरणस्य आवश्यकता. प्रकरणग्रन्थस्य अध्ययनम् आवश्यकं. यदि एकवारं प्रकरणसूत्रस्य विषये वयं जानीमः, वयं तु स्वयं तत्र प्रक्रिया कर्तुं शक्यते इति तत्र मूलविषयः. अस्तु, इदानीं तु समयः अभवत्, अत्र स्थगं. कोऽपि प्रश्नः अस्ति वा? नास्ति चेत् अत्र स्थगामः. जगदीश महोदय, शान्तिमन्त्रं पठतु. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरि ओम्. श्रीगुरुभ्यो नमः. हरि ओम् तत्सत्. नमस्काराः, धन्यवादाः, पुनः मिलामः. नमस्कारः, धन्यवादः भगिनी. शुभदिनं धन्यवादः भगिनी शुभदिनं